गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। 16-200-तमपुटे स्मः। तत्र व्यतिरेकव्याप्तिग्रहः इति पाठः। तत्र द्वितीयपरिच्छेदं यावत् अस्माभिः पठितम्। कथम् अत्र अनुमानम् उत्पद्यते? पृथिवी इतरभेदवती गन्धवत्वात्, यन्नैवं तन्नैवं यथा जलम् इति अस्ति। तत्र जलादौ साध्याभावहेत्वभावयोः व्याप्तिग्रहः अनुभवात्मकः, इत्युक्ते जले अत्र इतरभेदाः न सन्ति, 14 इतरभेदाः एकेन समुदायत्वेन न सन्ति इति आनुभविकः, अपि च तत्र गन्धवत्व अभावः अपि आनुभविकः इति कृत्वा तत्र व्याप्तिग्रहः अनुभवात्मकः, तत्र तस्मिन् विषये ज्ञानमस्ति, तेन संस्कारः जायते, ततः पृथिव्यां गन्धज्ञानम्, इदमेव पक्षधर्मताज्ञानं, तच्च संस्कार उद्बोधकमपि, संस्कार उद्बोधात् व्यतिरेकव्याप्तिस्मरणं, गन्धः इतरभेद अभाव व्यापकीभूत अभावप्रतियोगी इत्याकारकम्, एतदेव व्यापकत्वस्य लक्षणम् इति अस्माभिः स्वीकृतम्। साध्याभावव्यापकीभूताभावप्रतियोगित्वम् एव व्यापकत्वं, ततः परामर्शः पृथिवी इतरभेद अभावव्यापकीभूताभावप्रतियोगी गन्धवती आकारकः उत्पद्यते। ततः पृथिवी इतरभेदवती इतरेभ्यः भिद्यते, इतरभिन्ना इति वा अनुमितिः जायते इति तावदस्माभिः पठितम्। अस्तु, अग्रे गच्छेम। सत्यभाव भगिनी आरब्धं करोति वा? एवञ्च इति आरभ्य। आं महोदय, एवञ्च अन्वय एवञ्च अन्यव्याप्तिग्रहासम्भवात् असम्भवात् केवलव्यतिरेकी गन्धः इति बोधनाय मूले उक्तम् अत्र यद् गन्धवत् तद् इतरभिन्नम् इति अन्यदृष्टान्तो नास्ति पृथ्वीमात्रस्य पक्षत्वात्। पृथ्वीमात्रम् इत्यस्य सर्वपृथ्वी इत्यर्थः। अनेन च वह्निमान् धूमाद् इत्यादौ पक्षभिन्ने दृष्टान्ते महानसादौ व्याप्तिज्ञानं भवति पूर्वं। प्रकृते तु सर्वस्य पृथ्व्याः पक्षत्वात् तत्र च साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् इति निरूपितम्। अत्र किमर्थम् अन्वयव्याप्ति नास्ति इति एव अस्मिन् परिच्छेदे दत्तं। पूर्वे किं मूलग्रन्थे गन्धवत् तत् इतरभिन्नम् इति अन्वयदृष्टान्तः नास्ति इति उक्तमस्ति, तस्य विवरणम् अत्र दत्तमस्ति। यतोहि पृथ्वीमात्रपक्षत्वात् अत्र साध्य सन्दिग्धवान् अस्ति पृथ्वी, न तु संशयम् अस्ति अत्र। अत्र निरूपणं न कर्तुं शक्यते इति कृत्वा तद् व्यतिरेकव्याप्तिरूपेण एव निरूपितं कृतम्, अन्यव्याप्तिज्ञानम् अत्र नास्ति इति। इतोपि किञ्चित् स्पष्टतया वक्तव्यं, किमर्थम् अत्र पृथिवी उदाहरणत्वेन किमर्थं न स्वीक्रियते? उदाहरणं यदि अस्ति चेत् अत्र निश्चयं भवेत्। उत्तमं। यद् पक्षत्वेन स्वीक्रियते तत्र सन्देहः वर्तते, साध्यम् अस्ति वा न वा इति सन्देहः वर्तते इति स्वीकार्यम्। अत्र पक्षः तु पृथिवी, केवलं पृथिव्याम् एव गन्धः लभ्यते इति कृत्वा अन्यत् उदाहरणं यत्किमपि न लभ्यते इति कृत्वा एतद् केवलव्यतिरेकी व्याप्तिः भवति. उत्तमम्, अग्रे भगिनि. इह च सङ्ग्रहकृता व्यतिरेकव्याप्ति इति व्याप्तिम् इति हेतौ पञ्च अवयववाक्यप्रयोगप्रकारः अपि. पुनः पठतु तत्. इह च सङ्ग्रहकृता व्यतिरेकव्याप्ति व्याप्तिम् इति हेतौ व्यतिरेकव्याप्तिम् इति हेतौ इति वा? अस्तु, पठतु, पश्येम. व्याप्तिम् इति हेतौ पञ्च अवयववाक्यप्रयोगप्रकारौ अपि दर्शितः, यथा पृथ्वी इतरेभ्यो भिद्यते इत्यादिना तं सम्प्रति परिशीलयामः. पृथ्वी इतरेभ्यो भिद्यते इति प्रतिज्ञा पृथ्वी इतरेभ्यः. तावत् तावत् इदानीं वाक्यद्वयं, प्रथमवाक्यं पठितवती खलु. तर्हि इह च सङ्ग्रहकृता किं किं भवेत् तत्र? इह च सङ्ग्रहकृता अग्रिमपदं पठतु. व्यतिरेकव्याप्त्याम् इति भवति न न व्यतिरेकव्याप्तिमति इति सप्तमी एकवचनं. ओके ओके. व्यतिरेकव्याप्तिमति हेतौ व्यतिरेकव्याप्तिः कुत्र अस्ति? हेतौ अस्ति इति कृत्वा मतु प्रत्ययः अत्र प्रयुक्तमस्ति. व्यतिरेकव्याप्तिः हेतौ अस्ति इति कृत्वा व्यतिरेकव्याप्तिमती हेतौ. व्यतिरेकव्याप्तिम् इति हेतौ इति नास्ति, व्यतिरेकव्याप्तिमती हेतौ. पञ्च अवयववाक्यप्रयोगः प्रकारः अपि दर्शितः, यथा पृथिवी इतरेभ्यः विद्यते इत्यादिना. तर्हि अत्रापि पञ्चवाक्यानि सन्ति, तस्य परिशीलनम् इदानीम् अग्रे भवतु. अग्रे तं सम्प्रति परिशील्य तत्र पृथ्वी इतरेभ्यो भिद्यते इति इत्यत्र पृथ्वी इतरेभ्यो भिद्यते इति प्रतिज्ञा. पृथ्वी इतरेभ्यः इत्यत्र सवर्णदीर्घसन्धि विग्रहे सति पृथ्वी इतरेभ्यः इति पदद्वयलाभः. तत्र पृथ्वी इति पक्षनिर्देशः इतरेभ्यः भिद्यते इति साध्यबोधकभागः. तत्रापि इतरपदेन चतुर्दशजलादिपदार्थ इति पदबोध्ये भेदे तेषां प्रत्येकं सम्बन्धात् चतुर्दशभेदाः साध्यम् इति सिद्ध्यति. अतः पक्षे साध्यसम्बन्धबोधनात् पर्वतो वन्यमान् इतिवत् भवति इयमपि प्रतिज्ञा. अत्र प्रतिज्ञावाक्यस्य निरूपणं कर्तुं कथं परिशीलयामः इति परिशीलनमस्ति. पृथ्वी इतरेभ्यो भिद्यते इति पृथ्वी इतरेभ्यः तावदेव. पृथ्वी भिद्यते तदेव प्रतिज्ञावाक्यं, तद् कथम् इति. अत्र इतरपदेन चतुर्दशजलादिपदार्थः बोध्यते. भिद्यते इति पदबोध्य भेदे तेषां प्रत्येकं सम्बन्धात् चतुर्दशभेदाः. अत्र पृथ्वी जलं न इतरपदेन अन्योन्यभावं स्वीकृत्य भेदाः बोध्यते. तदेव खलु महोदय किं लिखितं तदेव वदति, किन्तु भवती आगच्छति वा अत्र किमस्ति इति? तर्हि प्रतिज्ञावाक्यं किं, प्रतिज्ञावाक्यं किं? पृथ्वी इतरभिन्ना, पृथिवी इतरेभ्यः भिद्यते. अत्र मूले किं लिखितं तद् वदतु. पृथ्वी इतरेभ्यः भिद्यते इति प्रतिज्ञावाक्यं. प्रतिज्ञावाक्ये किं भवेत् इति चेत् पक्षे साध्यसम्बन्धबोधः भवेत्, पर्वतः वह्निमान्, पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं, सामान्यप्रतिज्ञावाक्यं. तत्र साध्यं किं? वह्निमान्, वह्नि, वह्निः इति साध्यं. वह्निः मान् इति मतुप्रत्ययं योजयित्वा अत्र सम्बन्धः उक्तः, साध्यः, साध्यः, साध्यं यदस्ति अपि च पक्षः, अनयोः मध्ये यः सम्बन्धः अस्ति इति वह्नि मान् इति मतुप्रत्ययस्य प्रयोजनेन अस्मिन् अस्ति इति कृत्वा तत्र सम्बन्धः उक्तः. एवम् अत्रापि पृथिवी इतरेभ्यः विद्यते, तत्र इतरेभ्यः विद्यते इत्यनेन इतरभेदाः एव साधनीयाः, इतरभेदाः एव साधनीयाः. कुत्र? पृथिव्यां साधनीयाः इति कृत्वा अत्रापि पक्षसाध्यसम्बन्धबोधः वाक्यमस्ति प्रतिज्ञा इति कृत्वा एतद् वाक्यं प्रतिज्ञा इति स्वीकर्तुं शक्यते इति उक्तं. बुद्धं खलु? अस्तु, अग्रे गच्छेम. धन्यवादः भगिनि. इदानीं वर्षा भगिनी पठति वा? गन्धवत्वात् इति हेतुः अत्र न कश्चित् धूमात् इति अन्वयस्थलीयहेतुवाक्यात् विशेषः. अत्र हेतुः अस्ति गन्धवत्वात् इति हेतु अस्ति. अत्र अन्वयस्थलीयहेतुवाक्यात् तु धूमात् इति वाक्ये तु धूमात् इति अत्र हेतुः लभ्यते. ततः उदाहरणं भवति. न न, अत्र द्वितीयवाक्यं समीचीनतया न प्रतिपादितं, पुनः पठतु. विच् वाक्यं महोदय? अन्वयस्थलीयहेतुवाक्यम् अत्र अत्र इति आरभ्य एकवारं पठित्वा तत्र किं लिखितमिति वदतु. हा महोदय, अत्र न कश्चित् धूमात्. अत्र इत्युक्ते व्यतिरेकस्थलीयहेतुवाक्ये धूम न कश्चित् धूमात् इति अन्वयस्थलीयहेतुवाक्यात् यः हेतुः अस्ति धूमः तदेव विशेषः भवति. सो वाट् इस् द डिफ्रेन्स् बिट्वीन् धूमा बीङ्ग् द हेतु देर् एण्ड् गन्धवत्वात् बीङ्ग् द हेतु हियर् इस् स्टेटेड् इन् द स्टेट्मेण्ट्. न विशेषः अत्र न इति केन सह अन्वयः इत्युक्ते भेदः नास्ति. यथा पर्वतः वह्निमान् धूमात् इत्यत्र यथा धूमात् इति वाक्यम् इति पदं प्रयुक्तं तथैव अत्र गन्धवत्वात् इति पदं प्रयुक्तम्. ओके महोदय, अण्डर्स्टुड् महोदय. भेदः नास्ति इति उक्तं, बट् भेदः एकः अस्ति किल महोदय. अत्र धूमः तु महानस्य अपि पक्षसाधनं तु हेतु अपि च पक्ष सम्बन्धः विद्यते किल महोदय. गन्धवत्वं तु सर्वेषां पृथिव्यां वर्तते, परन्तु धूमे तु वह्नि अपि वह्निम् अपि महानसे अपि भवति, पर्वते अपि भवति इति कृत्वा भेदः भवति. तत्तु सत्यं, किन्तु अत्र किमुक्तं? वाक्यम् अस्ति खलु, पञ्च अवयववाक्यानि सन्ति. तत्र प्रतिज्ञावाक्यमस्ति, तदनन्तरं हेतुवाक्यं, हेतुवाक्यं तत्र यथा धूमात् इति उक्तं तादृशमेव गन्धवत्वात् इति उक्तं, तत्र भेदः नास्ति इति उक्तं. तावदेव वाक्यशैल्यां भेदः किमपि नास्ति. ओके ओके, हा अग्रे. ततः उदाहरणं भवति यत् इतरेभ्यो न विद्यते न तत् गन्धवत् इति. उदाहरणं भवति यत् इतरेभ्यो न विद्यते न तत् गन्धवत् इति. साध्य अभावे हेतु अभावः इति वाक्यस्य आशयः अस्ति. यत्र यः इतरेभ्यः न यत् इतरेभ्यः न विद्यते सः गन्धवत् न तत् गन्धवत् न भवति इति अभाववाक्यं दत्तमस्ति, व्यतिरेकव्याप्तिवाक्यम्. अत्र एतद् वाक्यं यद् इतरेभ्यः न विद्यते न तद् गन्धवत् इति वाक्यं किं बोधयति? साध्यभावे हेतुभावं बोधयति. न न, प्रतिज्ञा वा हेतुवाक्यं वा किं वाक्यम्? कीदृशवाक्यम् अनेन वाक्येन किं? हेतु, व्यतिरेकी हेतु नास्ति, नास्ति. उदाहरणम् अत्र पठितु भगिनी इदानीमेव पठितवती खलु ततः उदाहरणं भवति यद् इतरेभ्यः विद्यते न तद् गन्धवत् इति उदाहरणम् अत्र अत्र मूले किमुक्तं तस्य परिशीलनम् इदानीं ग्रन्थकारः कुर्वन् अस्ति मूले एवमेव अस्ति पृथिवी इतरेभ्यः विद्यते गन्धवत्वात् यद् इतरेभ्यः न भिद्यते न तद् गन्धवत् इति तादृशं मूले लिखितं तर्हि पृथिवी इतरेभ्यः भिद्यते इति प्रतिज्ञावाक्यं यथा पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं भवति तद्वत् पृथिवी इतरेभ्यः भिद्यते इति समानप्रतिज्ञावाक्यं द्वितीयं धूमात् इति यथा तस्मिन् उदाहरणे आसीत् एवम् अत्र गन्धवत्वात् तृतीयं यथा महानसम् इति तस्मिन् उदाहरणे तस्मिन् अन्वय अनुमानवाक्ये आसीत् तथा अत्र किम् इति चेत् यद् इतरेभ्यः न भिद्यते न तद् गन्धवत् इति एव उदाहरणमत्र उदाहरण एतद्वाक्यम् उदाहरणं वदति इति स्वीकर्तव्यम् अग्रे पठतु तत्र वाक्ये नै भवति तत्र आदौ तं विहाय इतरपदार्थानां सम्बन्धेन अर्थवर्णनं कर्तव्यं ततः नया यस्य सम्बन्धः विवक्षितः तत् अभावः नैयोजनेन ज्ञातव्यः अग्रे पठनीयं वा महोदय प्रथमम् अत्र किं लिखितमस्ति इति वदतु हा यदि नै नै इत्यस्य न इति पदस्य प्रयोगं भवति तदा नग्ना विहाय अन्येषां ये पदार्थानां सन्ति तस्य सम्बन्धः कर्तव्यं तदनन्तरं न इति पदस्य पदस्य यस्य सम्बन्धः अस्ति तत् अभावः स्वीकर्तव्यं तदेव नैयोजनस्य नैयोजनस्य आशयः इति दत्तमस्ति यदा अत्र यदित्रेभ्यः न भिद्यते न तत् गन्धवत् इति वाक्यं स्वीकुर्मश्चेत् न इति पदेन प्रथम न इति पदेन यस्मिन् भेदः न अस्ति भेदस्य अभावः उक्तः द्वितीय न इत्यनेन गन्धवत्वस्य अभावः उक्तः न तद् अनन्तरं चिन्तयेम अत्र अन्तिमे वाक्ये ततः नया यस्य सम्बन्धः विवक्षितः तदभावः नै योजनेन ज्ञातव्यः इति उक्तं तावदेव उक्तं खलु तर्हि प्रथमं यदि एकस्मिन् वाक्ये न नै दृश्यते नै निष्कासनीयं वाक्यात् यद् अवशिष्टमस्ति तयोः मध्ये कः सम्बन्धः इति प्रथमं निर्णेतव्यं तदनन्तरं विवक्षानुगुणं नै कुत्रचित् योजनीयं भवति इति तावदेव उक्तम् अग्रे इतोपि वक्ष्यति अग्रे पठतु यथा भूतलं न घटवत् इति वाक्ये अत्र आदौ नै अपसार्यः किमवशिष्टं भूतलं घटवत् इति पदद्वयं ताभ्यां च भूतले घटः ज्ञातः ततः नै सम्बन्धः केन विवक्षितः इति चिन्तयं प्रकृते घटेन सह इष्टः अतः घटस्य अभावः ज्ञातः तस्य च भूतले सम्बन्धः तेन वाक्येन बोध्यते अतः भूतलं न घटवत् इत्यस्य भूतलं घट अभाववत् इति अर्थः तत् स्पष्टमेव न इति पदेन घटस्य अभावः उक्तः अतः भूतलं न घटवत् इति वाक्ये प्रथमं न विहाय भूतलं घटवत् इति स्वीकरणीयं तदनन्तरं न योजनेन न इति पदेन घटं विवक्षितः इति अवगन्तव्यम् अतः भूतले घटाभावः अस्ति इति तद्वाक्यस्य अर्थः भवति इति दत्तमस्ति अस्तु यदि विवक्षा भिन्ना अस्ति तर्हि वाक्यं किं भवति अत्र विवक्षानुगुणं नै योजनीयम् इति अस्ति खलु तर्हि भूतलं न घटवत् इत्यत्र विवक्षा का घट अभावः विवक्षा भूतले अत्र सम्पूर्ण सत्यं भूतले घटः नास्ति इति विवक्षा इति कृत्वा भूतले घटः नास्ति अत्र नास्ति इति क्रियापदं तेन क्रियापदेन कर्ता कः उक्तः इति चेत् घटः उक्तः इति खलु इति कृत्वा अत्र नै घटेन सह योजनीयः अतः भूतलं घट अभाववत् इति भवति यदि इदानीम् एतदेव वाक्यम् अत्र भिन्नरीत्या भूतले मम विवक्षा अस्ति चेत् तत् कथं भवति इति चिन्तयतु एकवारं वदतु महोदय ध्वनिखण्डनम् अभवत् हा अत्र भूतलं न घटवत् इत्यत्र अभावः कुत्र विवक्षितः इति चेत् घटे विवक्षितः यदि भूतले विवक्षितः तर्हि वाक्यं कथं भवेत् न भूतलं घटवत् इति वा महोदय एकनिमिषं भगिनी अत्र वर्षा भगिनी प्रथमं वदतु तदनन्तरं भूतले भूतले अभावः इत्युक्ते भूतलस्य अभावः वा मया नै इदानीं भूतले विवक्षितं तर्हि कथं भवति इति वक्तव्यं भवत्या किमर्थम् एषः भूतलं नास्ति इति एव वक्तुं शक्नोमि वाक्यं सम्पूर्णरीत्या वदतु भूतलं नास्ति इत्युक्ते किम् अत्र घटः अपि वाक्ये योजनीयः न भूतलं पुनः पदद्वयमेव वदति अत्र घटः अपि योजयतु भगिनि ओके घटः न भूतलवान् इति वा महोदय न अत्र अत्र किञ्चित् सावधानतया भवत्या चिन्तनीयम् अत्र पश्यतु किं लिखितं भूतलं न घटवत् इति वाक्ये पदत्रयमस्ति खलु तत्र प्रथमं ग्रन्थकारेण किं लिखितं न इति त्यक्तव्यम् इदानीं भूतलं घटवत् इति पदद्वयम् अवशिष्टमस्ति तर्हि न इत्यस्य योजनं कुत्र करणीयम् अस्माकं विवक्षानुसारं करणीयम् इति उक्तम् तर्हि अस्माकं विवक्षा का भूतले घटः नास्ति इति वक्तुं विवक्षा अस्ति चेत् अत्र घटः नास्ति इति अत्येव वक्तुम् इच्छा अस्ति इति कृत्वा तत्र योजनीयम् इति कृत्वा भूतलं घट अभाववत् इति योजितम् इदानीम् अत्र मम विवक्षा अस्ति नकारः भूतलेन सह योजनीयः इति विवक्षा अस्ति तर्हि तद् स्वीकृत्य किञ्चित् चिन्तनं करोतु इत्युक्ते घटवत् न भूतलम् इति अहं वक्तुमिच्छामि भूतलं न घटवत् इति नास्ति घटवत् न भूतलम् इति वक्तुमिच्छामि तर्हि किं भवेत् अन्यत् किमपि घटवत् भवति भूतलं घटवत् न भवति हा तर्हि तत्र अभावः इति पदं योजनीयम् इदानीं वदतु अभावः इति पदं योजयतु अनिल् महोदय भवान् एव वदतु घटवत् अस्तु अभाव इति योजयित्वा खलु अस्तु घटवत् न भूतलम् अथवा न भूतलं घटवत् इति भवति तर्हि भूतलभाववान् घटवत् इति भवति वा अस्तु अत्र सामान्यतया वदतु इत्युक्ते घटः भूतले घटः नास्ति इति उक्तं खलु एवम् अत्र सामान्यवाक्यं वदतु तदनन्तरम् अभावः इति घटवत् भूतलं नास्ति इति भवति हा यद् घटवत् इत्युक्ते उत्पीठिकायां घटः अस्ति इति चिन्तयतु तर्हि घटवत् किम् उत्पीठिका घटवती का उत्पीठिका खलु उत्पीठिका भूतलं नास्ति इति वक्तुं यदि अहमिच्छामि तत्रापि इदानीं न इति पदं त्यजामश्चेत् भूतलं घटवत् इति पदद्वयमेव अस्ति, तयोः मध्ये सम्बन्धः. किन्तु तदनन्तरं किं वक्तुम् इच्छामि तद्विवक्षानुगुणम् अत्र योजनीयम्. अस्तु, इदानीं उत्पीठिका भूतलं नास्ति इत्युक्ते घटवती भूतलं नास्ति इति वक्तुं मम इच्छा अस्ति चेत् तत्र इदानीं नै योजयतु, विवक्षानुगुणं योजयतु. तदेव न भूतलं घटवत् इति भवति, न इतर भूतलम् इत्यस्य आदौ योजनीयं. न, इदानीं नै इति भूतलेन सह योजनीयं. नै इति अत्र नै इति वाक्ये इदानीं घटवत् न भूतलम् इति वाक्ये नै समासे नास्ति खलु, स्वतन्त्रतया अस्ति नै. इदानीं समासं करोतु, भूतलेन सह नै समासः करोतु. तत्र अभाव इति आगच्छति. न, अभावः इति कथञ्चित् वक्तव्यम्, अस्माकं विवक्षानुगुणं वक्तव्यम्. तर्हि घटवत् घटवत् अभूतलम् इति. उत्तमम् उत्तमं, घटवत् अभूतलम् सत्यम् इति वक्तुं शक्यते. घटवत् अभूतलम् एतदेव अर्थः. अत्र किमर्थं ततः नयः यस्य सम्बन्धः विवक्षितः, भूतलं न घटवत् इत्यत्र नयः सम्बन्धः घटवत् इति पदेन सम्बन्ध पदेन सह सम्बन्धितः विवक्षितः इति कृत्वा भूतलं घटाभाववत् इति वक्तुं शक्यते. यदि नयः सम्बन्धः भूतलेन सह विवक्षितः तर्हि घटवत् अभूतलम् इति भवति वाक्यं. वर्षा भगिनी, बुद्धं किम्? हां महोदय, इदानीं उत्तम. तर्हि तत्र विवक्षा तदेव अत्र सम्बन्धः कुत्र विवक्षितः तदनुसारं तेन पदेन सह नकार नयः योजनं करणीयम् इति आशयः अस्ति. अस्तु, अग्रे पठतु भगिनि. वर्षा भगिनी, भवती एव पठतु. महोदय, प्रथितोदाहरणवाक्ये नयं विहाय यत् इतरेभ्यो विद्यते इति अंशे सन्ति त्रीणि पदानि. तैः क्रमे यत् इतरेभ्यः विद्यते, यत् इति पदेन जलमुक्तम्, इतरेभ्यः इति पदेन चतुर्दशपदार्थाः पदार्थानाम् अभावः तस्य प्रतियोगिता उक्तम्, अपि च भिद्यते इति पदेन भेदः उक्तः. पदार्थोपस्थितिः, ततः भेदे पदार्थानां प्रत्येकं सम्बन्धात् चतुर्दशभेदाः लभ्यन्ते. इतः सौकर्याय वयं तान् वेदसमुदायः इति सम्बोधयामः. आहत्य जलं वेदसमुदायवत् आदौ बोधः, ततः नयत्वस्य अभावस्य भेदसमुदायेन सह अन्ये जलं वेदसमुदायेन सह अन्वये जलं वेदसमुदाय अभाववत् इति बोधः. अत्र जले वेदसमुदायं नास्ति इति कृत्वा जलं वेदसमुदाय अभाववत् इति बोधः. तेन च जले चतुर्दशानां भेदानां साध्यरूपाणाम् अभावः उक्तः भवति. इति कृत्वा अत्र पश्यतु, यद् इतरेभ्यः न भिद्यते न तद्गन्धवत् इत्यत्र वाक्यद्वयमस्ति वस्तुतः. यत् इतरेभ्यः भिद्यते कमा न तद्गन्धवत्, तर्हि तत्र प्रथमनकारः यदस्ति तत्र यद् इतरेभ्यः न भिद्यते इति तावत् स्वीकृतं, स्वीकृत्य नै त्यक्त्वा तदनन्तरं पदानाम् अर्थः कः. यत् इति पदेन जलमुक्तम्, इतरेभ्यः इति पदेन चतुर्दशपदाः पदार्थाः उक्ताः, तदनन्तरं भिद्यते इत्यनेन भेदः उक्तः इति कृत्वा तदनन्तरं नै इति विवक्षानुगुणं योजयितुं शक्यते. तेन किं लभ्यते? यत् इतरेभ्यः न भिद्यते इत्यस्य अन्ततो गत्वा अर्थः कः? तद् यत् किं? वर्षा भगिनी वदतु. यत् इत्युक्ते जलं महोदय. अत्र जलम् इति जलं न भिद्यते. जले चतुर्दशपदार्थाः चतुर्दशपदार्थानां भेदाः न सन्ति इति कृत्वा वेदसमुदायस्य अभावः. सत्यं. तर्हि यत् इतरेभ्यः भिद्यते न यत् इतरेभ्यः न भिद्यते इति वाक्येन वाक्यस्य अर्थः कः इति चेत् जलम् इति अर्थः. यत् इतरेभ्यः न भिद्यते इति वाक्यस्य अवगमनं कृत्वा वाक्यस्य अर्थः कुत्र पतति इति चेत् जले पतति. जलं जलं न गन्धवत् इति कृत्वा एव एतद् उदाहरणवाक्यम् इति स्वीकृतं. वस्तुतः जलमेव उदाहरणम् उदाहृतं खलु, किन्तु व्यतिरेकत्वेन उदाहृतम्. अन्वय उदाहरणं न भवति इति कृत्वा व्यतिरेकरूपेण अत्र उदाहरणम् उक्तम्. अस्तु महोदय, अत्र यत् इति पदेन जलं तु उक्तं, परन्तु पृथिवी विहाय सर्वाणि सर्वे पदार्थाः उक्ताः किल महोदय? प्रकृत उदाहरणे जलं. भवती किं वक्तुम् इच्छति? न बुद्धं. नो महोदय, इन् दट् जनरल् वाक्य यत् इतरेभ्यः भिद्यते न विद्यते, यत् इतरेभ्यः न विद्यते न गन्धवत् इति वाक्ये, तत् न गन्धवत् इति वाक्ये यत् इति पदेन प्रकृत उदाहरणे जलं, परन्तु इट् कुड् बि एनिथिङ्ग् विच् इस् नाट् विच् हेस् द चतुर्दश भेद अभावाः. सो इट् कुड् बि तेजः, कुड् बि वा इट् कुड् बि वायुः अग्निः, इट् कुड् बि सारि वायुः अग्निः, और् इट् कुड् बि सत्यं. किन्तु किमर्थम् एतादृशगभीरचिन्तनम् इत्युक्ते इदारणं मूलग्रन्थे यत् इतरेभ्यः न भिद्यते न तद् गन्धवत् इति वाक्यमुक्तं. तेन वाक्येन किं बोध्यम् इति चेत् उदाहरणं बोध्यम् इति अर्थः. यथा महानसम् इति पर्वतः वन्यमान् धूमात् यथा महानसम् इत्यत्र उदाहरणं किम् इति चेत् महानसम्. एवम् अस्मिन् सन्दर्भे उदाहरणं वाक्यं किम् इति चेत् यत् इतरेभ्यः भिद्यते न तद् गन्धवत् इति. तत्र यत् इतरेभ्यः भिद्यते इत्यनेन किम् अवगन्तव्यं? जलम् इति अवगन्तव्यम्. तत्र यत् इतरेभ्यः न भिद्यते इति क्षम्यतां, यत् इतरेभ्यः न भिद्यते. आमां, यद् इतरेभ्यः न भिद्यते न तद् गन्धवत् इत्युक्ते यत् इतरेभ्यः न भिद्यते इति इत्युक्ते किं? जलम्. जलं न गन्धवत् इति आशयः. अस्तु, अग्रे मेहुल् महोदय भवानेव पठतु तत्र. आं महोदय, इति अस्तु अग्रिमपुटे. अग्रिमपुटे अस्तु, अग्रिमपुटे. तत्र द्वितीयांशः न तत् गन्धवत् इति, इहापि तत् इत्यस्य जलम् अर्थः. नयं विहाय तत् गन्धवत् इत्येताभ्यां जलं गन्धवत् इति बोधः. ततः नयर्थस्य अभावस्य गन्धेन अन्वये सति जलं गन्धाभाववत् इति बोधः. आहत्य च यत् इतरेभ्यो न भिद्यते न तत् गन्धवत् इति वाक्येन जलं भेदसमुदायभावत् तदेव च गन्धाभाववत् इति बोधः जातः. तेन च गन्धाभावे भेदसमुदायभावव्यापकत्वबोधः. अतः व्यतिरेकव्याप्तिविषयकबोधजनकत्वं प्रकृतोदाहरणस्य. अस्तु, अत्र द्वितीयः अंशः, अत्र उदाहरणवाक्यं यदस्ति यदितरेभ्यो न भिद्यते न तद् गन्धवत् इत्यस्मिन् द्वितीयः अंशः अस्ति न तद् गन्धवत्. तर्हि अत्र तत् गन्धवत् इत्यस्य आदौ नय इति अस्ति. यदा तत् त्यजामः तर्हि तद् गन्धवत् इति भवति. तत्र तत् इत्यनेन जलम् इति एव तस्य अर्थः भवति. तर्हि जलं गन्धवत् इति बोधः भवति. अत्र नय् इत्यस्य अर्थः अभावः इति. तर्हि गन्धस्य अभावः, अभावः कस्य? तर्हि गन्धस्य. अतः अभावः अथवा नय् इत्यस्य अन्वयः भवति गन्धेन सह. अतः जलम् एव गन्धाभाववत् भवति इति तस्य वाक्यस्य अर्थः भवति. तत्र विवक्षितः इति अपि वक्तव्यं. यथा अस्माभिः परिशीलितं भूतलं न घटवत् इत्यत्र विवक्षानुसारं नै योजयितुं शक्यते खलु. सत्यं. घटवत् अभूतलम् इति अपि वक्तुं शक्यते. एवम् अत्र गन्धवत् अजलम् इति अपि वक्तुं शक्यते. हा सत्यं. किन्तु तादृशं विवक्षा नास्ति. विवक्षा का इति चेत् जलं यस्मिन् इतरभेद अभावाः न सन्ति तदेव जलं तत्र गन्ध अभाववत् गन्ध अभाववत् अपि इति कृत्वा विवक्षा कुत्र अस्ति इति चेत् गन्धवती विवक्षा अस्ति. हा सत्यम्. अतः नै इत्यस्य गन्धवत् इत्यनेन अन्वयः जातः. अतः गन्धाभाववत् इति अभवत्. तत् अभाव नो चेत् अगन्धवत् इति अपि वक्तुं शक्यते. एवं गन्ध अभाववत् इति अनुक्त्वा अगन्धवत् अगन्धवत् इत्यपि. अस्तु. आहत्य आहत्य यत् आहत्य च यत् इतरेभ्यो न भिद्यते न तद् गन्धवत् इति वाक्येन जलं भेदसमुदाय अभाववत् इति भवति. तदेव तदेव च गन्धाभाववत् इति बोधः जातः. अत्र भेदसमुदाय अभाववत् इत्युक्ते चतुर्दशभेदाः नास्ति जले. अतः जलमिति चतुर्दशभेदाभाववत् भवति. तदेव भेदसमुदाय अभवत् इत्यस्य अर्थः. अपि च गन्धाभाववत् अपि जलं भवति इति बोधः जायते. सम्पूर्ण उदाहरणवाक्यस्य अर्थः तदेव भवति. तेन च गन्धाभावे भेदसमुदाय अभावव्यापकत्वबोधः. अस्तु. गन्धाभावस्य अपेक्षया भेदसमुदाय अभाव इति व्यापकं भवति. अतः गन्धाभावः इति व्याप्यः भवति. भेदसमुदाय अभावः इति व्यापकं भवति. अत्र केवलं पुनस्मारणार्थं व्यतिरेकस्थले व्यापकत्वस्य लक्षणं किम् अस्माभिः स्वीकृतम्? व्यतिरेकक्षले सरि साध्याभाव व्यापकाभावप्रतियोगित्वम् इति. उत्तमं. साध्याभावव्यापकाभावप्रतियोगित्वम् एव व्यापकत्वम्. तर्हि अत्र चिन्तयतु केवलम् अभ्यासार्थम्. अस्तु. साध्याभाव व्यापकाभावप्रतियोगित्वं. साध्याभाव इत्युक्ते साध्यं किम्? इतरभेदः इति साध्यं. सत्यं. तस्य अभावः इति इतरभेदाभावः. तदस्ति जले. अतः जल न अत्र अधिकरणं न निष्ठ इति न प्रयुक्तं खलु. साध्याभाव व्यापकाभाव प्रतियोगित्वम्. तर्हि साध्याभाव इत्युक्ते इतरभिदभावः, व्यापकाभावः प्रतियोगित्वं. तस्मिन् इतरभेदाभावव्यापकाभावप्रतियोगित्वम् इत्यस्य अर्थः कथं सङ्गच्छते अत्र? सर्वत्र तत्पुरुषसमासः एव उक्तं खलु अस्माभिः. साध्यस्य अभावः साध्याभावः, इतरभेदस्य अभावः इतरभेदाभावः, इतरभेदाभावस्य व्यापकः गन्धाभावः. गन्धाभावः इतरभेदव्यापक व्यापकाभावः. इदानीं व्यापकस्य अभावः पुनः गन्धाभावाभावः इति जातम्. किञ्चित् आरब्धः वदतु. अत्र साध्याभावः इत्यस्य अर्थः इतरभेदाभावः अपि च भेदसमुदाय इति अपि वक्तुं शक्नुमः. तर्हि भेदसमुदायाभावः इत्युक्ते साध्याभावः. तदेव भेदसमुदाया भेदसमुदायाभावव्यापकत्व इति एव अत्र साध्याभावव्यापकाभाव इति अस्ति. तर्हि भेदसमुदायाभावव्यापकाभाव इति भवति. एकनिमिषम्. अत्र साध्याभावः इत्युक्ते भेदसमुदाय अभावः इति तावदुक्तं. तदनन्तरं वदतु. हा, तदनन्तरं साध्याभावव्यापकाभाव इति. तर्हि किमर्थम् अत्र पदद्वयं स्वीकरोति? व्यापक इति पदम्, अभावः इति पदं भिन्नमस्ति खलु. तर्हि व्यापक इति तावत् स्वीकरोतु. अस्तु अस्तु. हा अस्तु. तर्हि व्यापकत्वबोधकः भेदसमुदायाभावव्यापक इति भवति. व्यापकः कः? साध्याभावव्यापकः इति अस्य अर्थः अत्र भवति भेदसमुदायाभावव्यापक इति. स च व्यापकः कः? गन्धाभावः भवति. सत्यम्. अपि च तस्य धर्मः व्यापकत्वम् इति गन्धाभावे अस्ति. सत्यं. हा, तदनन्तरं साध्याभावव्यापक अभावः तावद् गच्छतु. साध्याभावव्यापकाभावः इति गन्धाभावः भवति. न, साध्याभावव्यापकः इति गन्धाभावः. ओ, गन्धाभावभावः इति. हा, साध्याभावव्यापकं व्यापक भवति गन्धाभावः. पुनः साध्याभावव्यापकाभावः भवति गन्धाभावभावः इति. इत्युक्ते गन्धाभावाभावः इत्युक्ते गन्धः एव. साध्याभाव गन्धाभाव प्रतियोगित्वं. तर्हि इदानीं साध्याभावगन्धाभावः इत्युक्ते गन्धः न, साध्याभावगन्धाभावप्रतियोगित्वं. गन्धाभावस्य प्रतियोगित्वं किं? प्रतियोगी कः? गन्धः एव. गन्धः. तर्हि प्रतियोगित्वं गन्धे खलु? गन्धे. सत्यं, प्रतियोगित्वम् इति गन्धे अस्ति. हा, साध्याभावव्यापकाभावप्रतियोगित्वं. तत्र व्यापकाभावप्रतियोगित्वम् इति मिलित्वा स्वीकर्तव्यं, नो चेत् क्लेशः भवति. साध्याभावव्यापकाभावप्रतियोगित्वं गन्धे आगच्छति. हा, प्रतियोगित्वं गन्धे आगच्छति इति कृत्वा सर्वं निरूपितं भवति. गन्धाभावे भेदसमुदायव्यापकत्वबोधः. अतः व्यतिरिकव्याप्तिविषयबोधकजनकत्वम् इति उदाहरणं तद् व्यतिरिकव्याप्तिविषयकबोधः भवति तेन यस्मिन् उदाहरणेन. तर्हि जले इतरभेद अभावः अपि अस्ति, गन्धवत्व अभावः अपि अस्ति. सत्यम्. उभयमपि अस्ति इति कृत्वा अत्र व्याप्तिसिद्धिः, व्यतिरेकव्याप्तिसिद्धिः भवति. सत्यम्. अस्तु, अग्रे महोदय. अस्तु, अग्रे. व्यतिरेकिणि उपनयः. अस्तु, अत्र उपनयवाक्यम् अत्र आगच्छति. अधुना ततः उपनयम् आह, न चेयम् इति पूर्ववद् एव इयमिति पक्षनिर्देशः. अस्तु, अत्र न चेयम् इति उपनयवाक्यम् अस्ति, तस्मिन् इयं यत् पदमस्ति तद् पक्षः निर्दिशति. अन्वय उपनये हि तथा चायम् इत्यत्र अयम् इति पदेन पर्वतः गृहीतः. अस्तु, यदा अन्वयव्याप्तेः विषये वयं अन्वय उपनय उपनयवाक्यं. हा, अन्वय उपनयवाक्यं. यत्र यत्र वह्निः इति तादृशु पर्वतवह्निमान् धूमात् इत्यत्र अन्वय तत्तु अन्वय अनुमानमस्ति खलु. आम् आम्. तत्र अयम् इति पदेन च अयम् इति तत्र आसीत्. तस्य अयम् इत्यस्य पदाः पदेन पर्वतः एव गृहीतः. इहापि इयम् इति पृथिवी ग्रहणम्. अत्र इयम् इत्यनेन पृथिवी इत्यस्य ग्रहणं भवति. नयमपहाय इयं तथा इति पदद्वयग्रहणे तत्पदेन पूर्ववाक्ये यत्र व्यापकत्वबोधः जातः सः गन्धाभावः धर्तव्यः. अस्तु, इयं तथा इति अत्र उपनयवाक्यमस्ति, इयं तथा तस्मिन् पदद्वयमस्ति. तत्पदेन पूर्ववाक्ये, हा पूर्ववाक्ये इत्युक्ते यत् इतरेभ्यो न भिद्यते न तत् गन्धवत् इति पूर्वस्मिन् वाक्ये व्यापकत्वबोधः जातः इति वयं दृष्टवन्तः. सः गन्धाभावः एव अत्र ग्रहणीयम्, इयं तथा इत्यनेन गन्धाभावः इति एव ग्रहणीयम्. इयं पृथिवी इत्युक्ते अत्र पृथिवी इति पक्षरूपेण, न च इयम् इति उपनयवाक्यमस्ति, तत्र पृथिवी इति ग्रहणम्. अतः किं जातम् अत्र, पृथिवी गन्धाभावश्रयः भवति इति बोधः जायते इयं तथा इत्यनेन. ततः नञर्थस्य अभावस्य गन्धाभावेन सम्बन्धः. अत्र नञ् इत्यस्य अन्वयः गन्धाभावेन सह भवति इति वयं दृष्टवन्तः. तेन गन्धाभाव अभावबोधः. एवञ्च पृथिवी गन्धाभावभाववति अभाववति इति उपनयजन्यबोधः. गन्धाभाव अभावः गन्धः, गन्ध एव, तदेव वयं दृष्टवन्तः. अत्र नञ् इत्यस्य अन्वयः गन्धाभावेन भवति. तेन गन्धाभाव अभावबोधः भवति. तर्हि पृथिवी एव गन्धाभाव अभाववति भवति. तर्हि गन्धाभाव अभावः इत्यस्य अर्थः गन्धः. तर्हि पृथिवी इति गन्धवती इति भवति अन्ततो गत्वा. तदेव उपनय इत्यस्य अर्थः. सत्यम्, उत्तमं, धन्यवादः महोदय. धन्यवादः. शिवरां महोदय पठितुम् इच्छति वा अद्य, नो चेत् शृणोति वा? आं महोदय, पूटक्रमं वदतु, पठितुं शक्नोमि. अस्तु, 218. अत्र शीर्षकमस्ति गन्धस्य गन्धाभावाभावस्य च अभेदसाधनम् इति. इत्युक्ते गन्धः अपि च गन्धाभावाभावः उभयमपि समानमेव इति बोद्धुम् इच्छति. कुत एतत् द्विविधं हि जगत् गन्धस्य गन्धाभावभावस्य च अभेदसाधनं. कुत एतत् द्विविधं हि जगत् स्यात्, गन्धवत् गन्धाभावावत् वा? पृथिवी सर्वापि भवेत् गन्धवती, तद् इतरत् सर्वजगत् गन्धाभाववत्. गन्धाभावः नास्ति इति ज्ञानं पुनरपि पृथिव्याम् एव भवति. तथा च कुतः निश्चितः यत्र गन्धः तत्रैव, ततः द्रष्टुं च क्लुप्तः, कुतः नास्ति क्लुप्तः निश्चितः यत्र गन्धः तत्रैव गन्ध अभावोऽपि प्रतीयते. अतः गन्धः गन्धाभावाभावः इत्येतयोः अधिकरणानि तुल्य सङ्गकानि, तुल्यसङ्ख्यकानि, तुल्यसङ्ख्यकानि सर्वासु पृथिवीषु गन्धः. तत्रैव गन्धाभावभावः, अतः एतौ समनियतौ इत्युच्यते. यत्र यत्र गन्धः तत्र गन्धाभावाभाव इति नियमेन गन्धः व्याप्तः, गन्धाभावाभावः व्यापकः. एवमपि हि नियमः समस्ति यत्र यच्च गन्धाभावाभावः तत्र गन्धः, तेन गन्धाभावाभावः व्याप्तः, गन्धः व्यापकः. एवंविधः परस्परं व्याप्यव्यापकभावः ययो भवति तौ समनियतौ समव्याप्तौ. अस्तु, वदति वा किञ्चित्। द्विविधं हि जगत् गन्धवत् गन्ध अभाववत्वा, नाम तत्र जगत् द्विविधं भवति, एकं गन्धवत् तथा एक गन्ध अभाववत् इति अर्थः। महोदय, अग्रे गमनात् पूर्वं किञ्चित् किमर्थम् अस्मिन् विषये चिन्तनम् इति वदतु, किमर्थं चिन्तनीयं गन्धाभावाभावः, गन्धः नाम गन्धाभावाभावः इति किमर्थं न स्यात्? तत्र तादृशमेव प्रतीयते खलु सामान्यतया अर्थः। तर्हि किमर्थं निरूपणीयं गन्धाभावाभावः इत्युक्ते गन्धः एव इति किमर्थं निरूपणीयम्? तत् शीर्षकमस्ति अभेदसाधनार्थं वा? किमर्थं न, अत्र किमर्थम् अभेदः साधनीयं भवति? गन्धाभावाभावः इत्युक्ते गन्धः इति सर्वैः अवगच्छति, सर्वैः अवगतं भवति, अतः किमर्थं निरूपणीयम् इति प्रश्नः उदेति खलु। तस्मिन् विषये प्रथमं चिन्तनीयम्। अस्तु, इदानीमहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु। घटः इति भवान् जानाति। अस्तु, इदानीं घट अभावः, घटाभावः कुत्र भवति किमपि वदतु। घटाभावः घटे भवति न? न, घटाभावः घटे न भवति, घटं विहाय सर्वत्र भवति खलु घटाभावः। घटाभावः तु अन्यत्र भवति, सर्वत्र अन्यत्र भवति। अस्तु, इदानीं भूतलम् इति स्वीकुर्मः। भूतलं घटाभावः भूतले अस्ति खलु, तर्हि इदानीं घटाभावः इत्यनेन यदि भूतलम् इति स्वीकुर्मः, घटाभावस्य अर्थः भूतलम् इति स्वीकुर्मः, घटाभावः भूतले वर्तते इति कृत्वा भूतलं घटाभाववत् भवति खलु। तर्हि भूतल अभावः इत्युक्ते भूतल भूतलं घट अभाववत् भवति, तर्हि भूतल अभाव भूतल अभाववत्वं कुत्र अस्ति इति चेत् केवलं घटे अस्ति इति नास्ति खलु, अन्यत्रापि अस्ति, अन्यत्रापि अस्ति इति कृत्वा घटाभावाभावः इत्युक्ते केवलं घटः इति एव न भवति। प्रथमं घटाभावः कुत्र अस्ति इति दृष्ट्वा तस्य अभावः इति पश्यामश्चेत् बहुत्र भवति, तर्हि साधनीयं भवति। गन्धाभावाभावः इत्युक्ते गन्धः एव इति साधनीयं भवति। अस्तु, तर्हि इदानीं स्वशब्दैः वदतु, अत्र कथं ग्रन्थकारेण साधितम् इति वदतु। पठित्वा वक्तव्यं चेत् अपि पठतु, नो क्लेशः नास्ति। गन्धवत् गन्धाभावत्वा पृथिवी सर्वपि भवेत् गन्धवति, तद् अस्ति कदीरत् सर्वजगत् गन्धाभाववत्। पृथिवी गन्धवती अस्ति तथा पृथिवी अतिरिच्य जगतमस्ति तत्र गन्धः अभावत् वा इति अर्थः। अस्तु, अत्र लोके बहवः पदार्थाः सन्ति, तेषु तर्हि तत्र विभजनं कुर्मः, एकं तु गन्धवत् इति, अन्यत् सर्वं गन्ध अभाववत् इति। तर्हि गन्धवत् पृथिव्यां गन्धवती का भवति? गन्धवती पृथिव्याम् इत्युक्ते लोके जगति गन्धवती का भवति? गन्धवती पृथ्वी गन्धवती लभ्यते, पृथ्वी पृथ्वी मध्ये केवलं पृथिव्यां लभ्यते खलु। आम्। अस्तु, तर्हि गन्धः केवलं पृथिव्यां लभ्यते, अपि च गन्ध अभावः कुत्र लभ्यते? पृथ्वी विहाय अन्यत्र, पृथिवीं विहाय अन्यत्र सर्वत्र गन्ध अभावः लभ्यते। तर्हि इदानीं गन्ध अभावस्य अभावः कुत्र लभ्यते? अभावस्य अभावः पृथ्वी मध्ये. हा, पृथिव्यां. तर्हि गन्धः पृथिव्यामेव लभ्यते. गन्धाभावस्य अभावः कुत्र लभ्यते इति चेत् केवलं पृथिव्यामेव लभ्यते इति कृत्वा वयम् अवगन्तुं शक्नुमः गन्धस्य अपि च गन्धाभावाभावस्य अनयोः मध्ये भेदः नास्ति इति अवगन्तुं शक्नुमः. तुल्यसङ्ख्या अस्ति. यत्र यत्र गन्धवत्वमस्ति तत्र तत्र गन्ध अभावाभावत्वमस्ति. पुनः विपरीतरीत्यापि वक्तुं शक्यते. यत्र यत्र गन्धाभावाभावत्वमस्ति तत्र तत्र गन्धवत्वमस्ति इति कृत्वा अत्र तुल्यसङ्ख्या अस्ति. अधिष्ठानस्य तुल्यसङ्ख्या अस्ति. यत्र यत्र गन्धः अस्ति तत्र सर्वत्र गन्ध अभावाभावः अपि अस्ति इति कृत्वा अस्माभिः पूर्वं भवान् तस्मिन् वर्गे न आसीत्, व्यापकत्वं नाम अन्यूनवृत्तित्वम् इति अस्माभिः अवगतम्. अन्यूनवृत्तित्वं व्याप्यत्वम् इत्युक्ते अनतिरिक्तवृत्तित्वम् इति अस्माभिः अवगतम्. तर्हि इदानीम् अन्यूनवृत्तित्वं नास्ति इति कृत्वा गन्धाभावाभावः व्यापकं भवति, गन्धः व्याप्यं भवति. विपरीतरीत्यापि वक्तुं शक्यते. गन्ध अभावाभावः व्याप्यं भवति, गन्धः व्यापकमपि भवति इति कृत्वा तौ समनियतौ समव्याप्तौ इति जातौ. तदेव अत्र उक्तं. बुद्धं खलु? अस्तु, अग्रे महोदय. यथा महोदय क्षम्यतां, तत्र किमर्थम् एतत् साधनीयम् इति पुनः एकवारं वदति वा? किञ्चित् न अवगच्छामि. गन्धाभावः गन्धाभावाभावः अस्तु. गन्धाभावः इत्यनेन गन्धाभावः कुत्र अस्ति? पृथ्वीं विहाय सर्वत्र. अत्र उदाहरणं वदतु. भूतलं भूतले अस्ति खलु? तर्हि भूतलं गन्धाभाववान् इति वक्तुं शक्यते. अस्तु, तर्हि तदनन्तरम् इदानीं भूतलं गन्ध अभाववान् इति उक्त्वा भूतलं गन्धाभावाभाववान् क्षम्यतां महोदय, भूतलं गन्ध अभाववान् इति वा गन्ध अभावाभाववान् इति? न न, क्षम्यताम्, अत्र घटः इति प्रायः स्वीकरणीयम् आसीत्, गन्धः इति नास्ति. नो चेत् पृथिवी भूतलमेव पृथिवी अस्ति इति कृत्वा घटः निरूपणीयं. किमर्थं निरूपणीयम् इति उक्तं खलु? तदर्थम् अत्र मया घटः स्वीकृतः. भूतले घटः नास्ति, तर्हि भूतलं घट अभाववान् अस्ति. सत्यम्. अस्तु, तदनन्तरं घट अभावाभाववान् भूतलं घट अभाववान् घटाभावाभाववान् इत्यस्य अर्थः किं भवितुमर्हति? इत्यस्य अर्थः भवितुमर्हति यत् घटः यदा उत्पीठिकायाम् अस्ति तर्हि उत्पीठिका इति घट अभाव अभाववान् भवति भवति. उत्पीठिकायां घटः अस्ति इति कृत्वा उत्पीठिका अस्तु, भू घटाभावाभाववती भवति. सत्यं. श्रीलिङ्गमिति कृत्वा भवतु. उत्पीठिका घटाभावाभावभाववती भवति. घटाभावः तर्हि उत्पीठिका एव घटवती अपि भवति खलु? हा, सत्यं. घटवती अपि भवति. आम् आम्. इति कृत्वा किमर्थम् अत्र साधनीयम्? तदेव क्लेशः. अग्रे किमपि आयास्यति वा? प्रायः पठेम, किञ्चित् पठित्वा अग्रे गच्छेम. मया पूर्वं चिन्तितम् अत्र घटाभावः इत्यनेन भूतलं स्वीकर्तुं शक्यते, किन्तु तन्न स्वीकर्तुं शक्यते. घटाभाववानेव भूतलं भवति. घटाभावस्तु अभावः एव खलु. तादृश अभावः कुत्र अस्ति इत्युक्ते एवं चिन्तयितुं शक्यते वा? घटाभावः, मेहुल् महोदय भवानेव वदतु, घटाभावः अपि च घटः अनयोः मध्ये भेदः अस्ति वा? घटाभावः अपि च घटः भेदः अस्ति, अन्योन्यभावः अस्ति तस्मिन् खलु. घट अभावः इति कीदृशपदार्थः इति चेत् अभावीयपदार्थः अस्ति. आम्, द्रव्यं नास्ति, सत्यं, गुणः नास्ति, किमपि नास्ति. सप्तपदार्थेषु घटभावः इति पदार्थः कीदृशपदार्थः इति चेत् अभावत्वं तस्मिन् वर्तते, अभावीयपदार्थः, सत्यम् इति कृत्वा घटाभावः इति अभावीयपदार्थः. हा, इदानीं समीचीनं, घटाभावः इति अभावीयपदार्थः, घटः इति द्रव्यं, घटे द्रव्यत्वमस्ति, घट अभावे किमस्ति? अभावत्वमस्ति, सत्यं खलु. अस्तु, इदानीं घट अभावाभावः, घटाभावाभावः इत्यत्र द्रव्यत्वमस्ति वा? तदपि अभावीयपदार्थः इति भवति, इति भवति खलु. घटाभावाभावः अपि अभावीयपदार्थः एव. तर्हि तस्य अर्थः घटः इति न भवति वा? हा, कथं वा अभावस्य अभावः कथं वा द्रव्यं भवति इति सामान्यप्रश्नः उदेति खलु. आम् आम्, इति कृत्वा निरूपणीयं भवति. हा, इदानीं मया सञ्चेतया उक्तम्. अस्तु, इति साधनीयं भवति. अस्माभिः किं स्वीकृतं? घट घट घट घटाभावस्य प्रतियोगी घटः, घटाभावाभावस्य प्रतियोगी इति तादृशं चिन्तनं कृत्वा किमपि अस्माभिः उक्तं. किन्तु एतादृशं वदामश्चेत् घटः इति द्रव्यं, द्रव्यत्वं घटे वर्तते, घटाभावे द्रव्यत्वं नास्ति, किमस्ति? अभावत्वमस्ति. पुनः घटाभावाभावे किमस्ति? अभावत्वमेव अस्ति. तर्हि घटाभावाभावम् इत्यनेन द्रव्यं न उक्तं भवति. किन्तु घटाभावाभावः इत्युक्ते घटः एव इति साधनीयम्. तत् कथं साधयामः इति चेत् यया रीत्या, अत्र सामान्यसङ्ख्या अस्ति खलु उभयोः मध्ये, यत्र यत्र घटः अस्ति तत्र सर्वत्र घटाभावाभावः अस्ति. आम् आम्, विपरीतरीत्यापि इति कृत्वा, विपरीतरीत्यापि यत्र यत्र घटाभावाभावः अस्ति तत्र सर्वत्र घटः अस्ति इति कृत्वा समनीयतौ अस्ति, अत्र समनीयतौ जातम्. तदनन्तरं किं किं वदति इति पश्यामि. किन्तु साधनीय साधनीयौ अत्र साधनीयः इति आगतं खलु एतावत्. हा, केवलं प्रश्नस्य उत्तरं न लभ्यते. यथा अत्र अभावीयपदार्थेषु द्रव्यत्वं कुतः आगतः? सत्यं, घटाभावाभावे अभावत्वमेव अस्ति, न तु द्रव्यत्वम्. तर्हि घटाभावाभावः इत्युक्ते द्रव्यम् इति कथं वा स्वीकर्तुं शक्यते इति प्रश्नः. इति कृत्वा तत्र निरूपणीयं भवति. अस्तु, अग्रे गच्छेम, अनन्तरं पश्येम. शिवराम महोदय अग्रे पठति वा? यथा वा, यथा वा तेजसत्वं जातिः उष्णस्पर्शाश्च अस्ति हि तयो परस्परं व्याप्यव्यापकभावः. यत्र यत्र तेजस्त्वं तत्र उष्णस्पर्शः इतिवत् यत्र यत्र उष्णस्पर्शः तत्र केवल तेजस्तत्वम् इति अनुभवसाक्षिका खलु अनयोः व्याप्तिः. अतः एतौ अपि समनियतौ. अत्र तेजस्त्वं तथा उष्णस्पर्शः एतो मध्ये समनीयतौ अत्र उक्तमस्ति. तत्र केवलम् उदाहरणार्थम् उक्तं, यथा गन्धः गन्धः अपि च गन्धाभावः भावः अनयोः मध्ये समनीयतत्वम् उक्तम्, एवम् अत्रापि अस्ति इति उक्तम्. अग्रे आम्, परन्तु न अभिन्नौ तेजस्त्वं तेजः तेजः इति अनुगतप्रतीतिसिद्धा जातिः. उष्णस्पर्शो हि तदाश्रये तेजसि विद्यमानः गुणः इति अनयोः भेदो अपि आनुभविकः. प्रकृते तु गन्धः गन्धाभावः भावः तावत् प्रतिपादितं महोदय, प्रथमम् आनुभविक तावत् प्रतिपादितं, तदनन्तरं तेजस्त्वं तेजः तेज इति अनुगतप्रतीतिसिद्धः जातिः. उष्णस्पर्शो हि तदाश्रये तेजसि विद्यमानगुणः इति अनयोः भेदोपि. उष्णस्पर्शः इति तेजस्त्वं नाम तस्य तस्मिन् मध्ये स्थितः एषः गुणः अस्ति उष्णस्पर्शः इति. हा, तर्हि तेजस्त्वम् इति कीदृशपदार्थः? तेजस्त्वम् इति जातिः अस्ति. उत्तमम्. उष्णस्पर्शः इति कीदृशपदार्थः? एषः गुणः अस्ति. गुणः, जातिगुणयोः मध्ये भेदः वर्तते खलु. अतः एव सप्तपदार्थाः गणिताः, गणनं कृताः. किमर्थं सप्त इति पदार्थाः गणिताः इति चेत्, द्रव्यं गुणः न, गुणः जातिः न इति तयोः मध्ये अन्योन्य अभावः अस्ति इति कृत्वा अत्र सप्तपदार्थाः गणिताः. एवं तेजस्त्वम् इति जातिः, उष्णस्पर्शः इति गुणः न इति कृत्वा, यद्यपि तौ द्वौ समनियतौ तथापि तयोः मध्ये भेदः अस्ति. अस्तु, इदानीं प्रकृते तु गन्धः गन्धाभावाभावः इति अनयोः समनियत्वं तु सिद्धमेव, परन्तु तयोः भेदसाधनाय न युक्तिम् उत्पश्यामः. यः गन्धाभावभावः सः गन्धः एव इति तस्मादेव लाघवात् च अभ्युपगच्छामः. तयोः गन्ध तथा गन्धाभावाभाव इत्ययोः मध्ये समनियत्वं तु सिद्धमेव. यः अत्र अन्तिमवाक्यमस्ति, या गन्धस्य यः गन्धाभावभाव गन्धस्य अभावस्य अभावः सः गन्धः एव. किं गन्धः अत्र तेजस्त्वम् अपि च उष्णस्पर्शः अनयोः मध्ये समनीयतत्वम् अस्ति, किन्तु जातिः गुणः न, जातिगुणयोः मध्ये अन्योन्य अभावः अस्ति, भेदः अस्ति इति वक्तुं शक्नुमः. किन्तु इदानीं प्रकृतविषयकः, एकस्तु गुणः, एकस्तु अत्र गन्धः इति गुणः, अन्यस्तु अभावः. तर्हि इदानीम् अस्माभिः किं साधनीयम्? गुण अभावयोः मध्ये अन्योन्य अभावः अस्ति इति साधनीयम्. गुण अभावयोः मध्ये अन्योन्य अभावः अस्ति इति साधनीयम्. तत्र लाघवं स्वीकृत्य तदेव तत् इति स्वीकृतं. यः गन्धाभावाभावः सः गन्धः एव इति लाघवात् अत्र स्वीकृतमस्ति. नो चेत् अत्र काठिन्यं भवति. इत्युक्ते गन्धः गुणः अपि च अभावः अनयोः मध्ये भेदः साधनीयः चेत् कथं साधनीयम् इति प्रश्नः उदेति. तेजस्त्वम् इति जातिः, उष्णस्पर्शः इति गुणः, तयोः मध्ये भेदः साधनीयः चेत् तत्रापि किञ्चित् चिन्तनीयं कथं साधितं तैः इति. प्रतियोगिनं स्वीकृत्य साधितं वा? जातेः जातिः नित्या अस्ति, तर्हि जातेः अभावः एव न भवति. अभावः न भवति चेत् यथा अभिधेयत्वे अस्माभिः दृष्टं प्रतियोगित्वं, प्रतियोगित्वस्य अभावः सर्वदा अभिधेयत्वे भवति. किमर्थम् इत्युक्ते अभिधेयत्व अभावः यदा कदापि न भवति. एवं तेजस्त्वजातेः अभावः यदा कदापि न भवति इति कृत्वा अत्र कथं साधितम् इति चिन्तनीयम्. तत्र केवलम् एतदेव लिखितमस्ति, अनयोः भेदः अपि आनुभविकः इति एव लिखितं तत्र. तत्तु सत्यम् अस्तु. अत्र अग्रे इतोपि किञ्चित् उक्तमस्ति महोदय, अत्र किमर्थं लाघवम्, किमत्र लाघवम् इति उक्तं, तत् पठेम. अस्तु, धन्यवादः शिवराम महोदय. अग्रे रमेश महोदय पठति वा? आमां. किमर्थं लाघवं? गन्धः गुणरूपः स्वीकार्यः, गन्ध अभाव अभावः च अतिरिक्तः. इत्थमेव गन्ध अभाव अभावः न अस्ति इति प्रत्ययेन गन्ध अभाव अभाव अभावः अतिरिक्तः कल्प्यः इति अनन्तानां पदार्थानाम् अनावश्यकानां कल्पनम् आपतेत् समीचीनम्. अत्र यदि गन्धः इति सम्पूर्णं पठित्वा महोदय, सम्पूर्णं पठतु. अतिरिक्तः अतः पदार्थद्वयकल्पनम् एव लघु. एकः गन्धः, गन्ध अभावः च अपरः. सर्वस्याम् अग्रिमपरम्परायां विषमः गन्धरूपः, समः गन्ध अभावरूपः इति अनयोः एव सर्वे अन्तर्भवन्ति इति लाघवम्. तर्हि अत्र गन्ध अभावः, गन्धः अस्ति गुणः, गन्ध अभावः इति अभावः पदार्थः अस्ति, गन्ध अभाव अभावः इति यत्र गन्धः अस्ति तत्र एव गन्ध अभाव अभावः अपि अस्ति, परन्तु तत् गन्धः न अतिरिक्तः अस्ति. तादृशं गन्ध अभाव अभावस्य अभावः अपि कल्पयितुं शक्यते. तर्हि तत् किं भवति? तत् गन्ध अभावः एव भवति. यत्र यत्र गन्ध अभावः अस्ति तत्र गन्ध अभाव अभाव अभावः भवति एव. तादृशं अनन्तं पदार्थानां कल्पयितुं शक्यते. तर्हि लाघवार्थं केवलं द्वे पदार्थः, द्वे पदार्थः पदार्थः सफिशियन्ट् पर्याप्तं भवति. गन्धः मुख्यवार्ता एका वक्तव्या अस्ति महोदय, तद् एतावत् भवता न उक्तम्. अत्र लाघवं किमर्थं पदार्थद्वयं स्वीकुर्मश्चेत् तत्रैव लाघवं, तत् कथं पर्याप्तं भवति इति निरूपय. यत्र गन्ध अभावः, गन्धः गन्ध अभावः द्वे एव पर्याप्तं भवति. यत्र गन्ध अभावः, गन्धः गन्ध अभाव अभावः यत्र अस्ति तत्र सर्वत्र गन्धः अपि अस्ति. तर्हि गन्धः न न इतोपि स्पष्टतया वक्तव्यम् गन्ध अभाव गन्ध गन्धः गन्ध अभावः इति द्वे पर्याप्तं गन्ध अभावः यत्र अस्ति तत्र गन्ध अभाव अभाव अभावः अपि अस्ति तादृशं नास्ति महोदय अत्र पश्यतु गन्धः इति भिन्नपदार्थः गन्ध अभावः इति भिन्नपदार्थः इदानीं तृतीयं गन्धाभावाभावः गन्धाभावाभावे गन्ध अभावः अस्ति वा न वा गन्ध अभावे गन्ध अभाव अभावे गन्धः अस्ति न न तत् गन्धः अस्ति इति न त्यजतु गन्धः तु सर्वत्र अस्ति गन्धः गन्ध अभावः गन्ध अभावे अपि गन्धः इति पदं दृश्यते खलु तदनन्तरम् इदानीं तृतीय अभावं योजयामश्चेत् गन्धाभावाभावः अत्र गन्ध अभाव गन्ध अभावस्य अभावः खलु पुनः तर्हि गन्धाभावाभावे गन्धाभावः अस्ति तदनन्तरं गन्धाभावाभावाभावः इति वदामश्चेत् तत्रापि गन्धाभावः इति अस्ति इति कृत्वा तदनन्तरं यदा गन्धः गन्धाभावः इति पदद्वयं तदनन्तरं यत्किमपि अभावः इति योजयामः तस्मिन् गन्ध अभावः अस्ति सर्वत्र इति कृत्वा गन्धः गन्ध अभावः इति पदद्वयं स्वीकुर्मश्चेत् पर्याप्तं भवति तृतीयं तु गन्धाभावाभावे गन्ध अभावः अस्ति यद्द्वितीयपदार्थमस्ति गन्धाभावः इति पदार्थं तत् तृतीये अपि अस्ति चतुर्थे अपि अस्ति पञ्चमे अपि अस्ति षष्ठौ अपि अस्ति इति कृत्वा गन्धः गन्धाभावः इति तावत् स्वीकुर्मश्चेत् लाघवं भवति तदेव पर्याप्तम् No, Maudya, I don't think so. My understanding of this is that 1, 3, 5 are all the same. That is Ganda, Gandaha, Ganda Abhava, Abhavaha, Ganda Abhava, Abhava, Abhava, Abhavaha are the same. They exist the same. They all exist together. Wherever there is Gandaha, there will be Ganda Abhava, Abhavaha. So you don't, whenever you specify Ganda Abhava, Abhavaha, Ganda Abhava, abhavah, you are also specifying gandaha. So gandaha represents that whole whole gamut of things which are the odd ganda and ganda abhava abhavah and any odd number of abhavas added to it. Whereas ganda abhavah represents the entire the absence of ganda, which is ganda abhavah and ganda abhava abhava abhavah. That is the that series will be represented by Ganda Bhavaha. That is why you can only these two are the really relevant and different, they have relevant and different existences. Others all have the same existence as Gandaha or Ganda Bhavaha. That is why you can get away with it. It is not that the Ganda Bhavaha is existing in every place, then Ganda also exists everywhere. If you are going to use, then why do you need Ganda Bhavaha is the question that will come. But you have already, in this explanation of yours, you have already assumed Ganda Abhava Abhavaha is equal to Gandaha. Wherever Ganda is there, Ganda Abhava Abhavaha will be there. Both have simultaneous existence. That is not even being discussed. That has already been established. Yeah, that is the only reason why you don't... The reason, as I understand from here, the reason why you need only Ganda and Ganda Abhavaha, because every other piece can be represented by these two. These two have unique existences. The others are all have existences along with either of these two. You can say that, Mahodaya. You see, what we have done is we have established Samaniya Tattvam, but we have not established Ganda Abhava Abhavaha is equal to Gandaha. It will not be equal to. It never is equal to. But they will they will have, that's what I said, they will have, they will coexist. Exactly. So we have established the coexistence. That has been established. What we are trying to establish now is Gandha Abhava Abhava is equal to Gandha. That is where we are trying to establish. And in order to establish that, we have to take two padarthas. Ekam tu Gandha, anyastu Gandha Abhava. Yadi Tritiyam, Gandha Abhava Abhava iti Svikurmaha, tasmin Gandha Abhava Abhave, Abhaviya Padarte, Gandha Abhava api astikalu. Gandha Abhava Seva Abhava. That तदनन्तरं गन्धाभावाभावाभावः इत्यत्रापि अभावीयपदार्थः अस्ति, तत्रापि गन्धाभावः एव अस्ति. अन्ततो गत्वा इति कृत्वा अत्र पदद्वयं स्वीकृतम् इति मम भाति. अग्रे पठेम, अग्रे पठित्वा पुनः चिन्तयेम. बिकास् दि समनीयतत्वं हेस् आल्रेडि बीन् एस्टाब्लिश् इन् द फस्ट् पेराग्राफ् हियर्. वाट् वि आर् नौ ट्रैङ्ग् टु एस्टाब्लिश् इस् गन्धः इस् ईक्वल् टु गन्धाभावाभावः. In order to establish that, how much should we go? Ekam tu bhava padartham, anyastu abhava padartham. Iti svikritam iti mama avagavanam asti. Agre gachema, yad bhavan vadati tad maya buddham. Okay. Agre kinchit patitva tadanantram punaha nigamanam kurma. Amam. Astu, ganda abhava abhavaha ganda rupaha, kim tena nirupanena prayojanam. उच्यते उपनयवाक्यं हि व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तित्वं बोधयति इति उक्तं न चेयं तथा इति हि प्रकृत उपनयः. इयम् इति पक्षः तथा इत्यनेन गन्ध अभावत् गन्ध अभाववत्था उक्तं बोधिता. नया च न्या च दर्शितरीतया तद् अभावः. यदि हि इत्थमेव वाक्यार्थं वर्णयामः तदा पृथ्वीरूपपक्षे गन्ध अभाव अभाव बोधनं स्यात्, न हि गन्ध अभाव अभावः प्रकृतहेतुः. गन्धस्य हेतोः तु न पक्षवृत्तित्वबोधः बोधः इति उपनयवाक्य उपयोगः न स्यात्. तर्हि तत्र गन्धाभावः अभावः गन्धः एव इति किमर्थं निरूपणीयम् इति दत्तमस्ति. न च अयम् इति किमर्थं निरूपणीयम् इति नास्ति, निरूपणेन किं प्रयोजनम् इति, किं प्रयोजनम् इति दत्तमस्ति. अत्र पक्षः इयं न च न चेयं तथा, अत्र इयम् इति शब्देन पक्षः उक्तः अस्ति. तथा गन्ध इति अनेन न च अयम् इति अनेन गन्ध अभाववत् गन्ध न इति नञ् समासः अस्ति, तर्हि गन्ध अभावः वत् इति बोधिता अस्ति तत्र. तर्हि यत् वाक्यस्य अर्थं भवति तत्र गन्ध अभावस्य अभावः एव भवति. परन्तु तत् हेतु न अस्ति, केवलं गन्धः न इति एव गन्धः इति एव हेतुः अस्ति. तर्हि द्वयोः मध्ये न न अत्र हेतुः कः, गन्धाभावः इति हेतुः वा गन्धः इति हेतुः वा न गन्धवत्स्वं हेतुः. सत्यं सत्यं, गन्धः एव हेतुः खलु, गन्धवत् गन्धवत्वात् हेतुः गन्धः एव हेतुः, न तु गन्धवत् न तु गन्धाभावाभावः हेतुः नास्ति. हा तदेव अत्र दत्तमस्ति. तर्हि यदि वयं गन्धाभावः गन्धाभाव अभावः गन्धः इति न तस्य अवगमनं न भवितुमर्हति चेत् हेतोः स्वीकृत्य पक्षे गन्धवत्वम् अस्ति इति न वक्तुं शक्यते. न गन्धवत्वं न पक्षे इतरभेदः अस्ति इति न वक्तुं शक्यते. गन्धस्य हेतोः तु न पक्षवृत्तित्वबोधः इति उपनयवाक्य उपयोगः न स्यात् इति एतावत् उक्तम्. अस्तु, तर्हि इदानीं किञ्चित् विषयान्तरं गतं. तर्हि अत्र यत् परिच्छेदः किमत्र लाघवम् इत्यत्र मया पुनः पठितं, यद्भवता उक्तं तदेव समीचीनम् इति भाति. किमर्थम् इत्युक्ते समः गन्ध अभावरूपः इति अनयोः इति उक्तं, न तु एकस्य. अनयोः सर्वे अन्तर्भवति भवन्ति इति भवति लाघवं. तर्हि यथा भवता उक्तं गन्धः अपि च गन्ध अभावः इत्यनयोः एव गन्धाभावाभावः, गन्धे गन्धाभावाभावः अन्तर्भूतं भवति, गन्धाभावे गन्धाभावाभावाभावः अन्तर्भूतं भवति. एवम् अत्र यावत् यथा भवता उक्तं तत्र आड् नम्बर् स्वीकुर्मश्चेत् सर्वं गन्धे अन्तर्भूतं भवति, ईवन् नम्बर् स्वीकुर्मश्चेत् सर्वं गन्ध अभावे अन्तर्भूतं भवति इति कृत्वा गन्धः अपि च गन्धाभावः उभयमपि स्वीकुर्मश्चेत् तत्रैव लाघवमस्ति इति कृत्वा किं जातं? गन्धाभावाभावः यः गन्धः सः गन्धः एव इति तस्मादेव लाघवात् च अभ्युपगच्छामः इति इति इति इति अस्ति महोदय. तर्हि यद् भवता उक्तं तदेव समीचीनं, यत् मया उक्तं तद् न. तदनन्तरम् इदानीं किं कस्मिन् विषये चिन्तनम् इति चेत् अस्य प्रयोजनं किं? गन्धाभावाभावः एव गन्धः, गन्धः इत्युक्ते गन्धाभावाभावः इत्यस्य प्रयोजनं किम् इत्यस्मिन् विषये चिन्तनम्. अत्र अनुमाने गन्धः गन्धवत्वं गन्धवत्वात् इति उक्तं, तर्हि गन्धः एव हेतुः अस्ति इति कृत्वा गन्धाभावाभावः इति कथं वा उपयोगः भवति, उपयोगकरं भवति इति चिन्तनम्. अस्तु, अग्रे पठतु महोदय. गन्धस्य गन्ध अभाव अभावस्य च ऐक्ये साधिते तु तथा न इति एताभ्यां पदाभ्यां गन्ध अभाव अभावबोधे अपि सः गन्धरूपः एव सिद्ध्यति. अत्र गन्धस्य गन्ध अभाव गन्ध अभाव अभावस्य ऐक्यं वयं साधितं, तर्हि तथा न इति यत् पदमस्ति तत्र गन्ध अभाव अभावः यद् बोधितमस्ति तत् गन्धः एव इति अस्ति. तर्हि गन्ध अभाव अभावः तथा न इत्युक्ते गन्धः न इति वक्तुं शक्यते. हा, गन्धाभावाभावः इत्युक्ते गन्धः एव इति वक्तुं शक्यते. हा, तथा न इत्युक्ते तत्र गन्धः उक्तः खलु? सत्यं, तथा न इत्युक्ते अनुमानेन यद् लभते तत् गन्ध अभाव अभावः एव लभते. किन्तु इदानीं साधितं खलु, गन्ध अभावाभावः इत्युक्ते गन्धः एव इति साधितम् इति कृत्वा तथा न इत्येताभ्यां पदाभ्यां गन्धाभावाभावबोधे अपि सः गन्धरूपः एव इति सिद्ध्यति. तत् वक्तुं शक्यते. अस्तु, अग्रे. ततः इयम् इति पदेन प्रकृतपक्षभूतयाः पृथिव्याः भूतायाः पृथिव्याः बोधनात् इयम् इतरभेद अभाव व्यापकगन्ध अभाव प्रतियोगि गन्ध अभाव अभाववति इत्यस्मात् इयम् इतरभेद अभाव व्यापकगन्ध अभाव प्रतियोगि गन्धवति इति बोधः निर्वहति इति सुष्ठुः सम्पद्यते उपनयजन्यबोधस्य हेतौ व्याप्तिविशिष्टपक्षधर्मता विषयकत्वम् विस्तारस्तु अवयव विस्तारस्तु अनुसन्धेयः तत्र इतरभेद अभाव व्यापक गन्ध अभाव प्रतियोगि गन्ध अभाव अभाववति तत्र गन्ध अभाव अभाववति स्थाने गन्धः इति वक्तुं शक्यते तर्हि इतरभेद अभाव व्यापक गन्ध अभाव प्रतियोगि गन्धः गन्धवति इति वाक्यं सिद्ध्यति तद् तदेव किं वक्तव्यं तस्य नाम हेतुवाक्यं तदेव हेतुवाक्यं भवति वा महोदय तत् न अत्र इतरभेदाभावव्यापकगन्धाभावप्रतियोगित्व प्रतियोगी गन्धाभाववती गन्धाभावाभाववती इति अस्ति खलु तत्तु इदानीं व्याप्तिलक्षणमस्ति किन्तु पूर्वपक्षिव्याप्ति साध्याभावात् अवृत्तित्वम् इति व्याप्तेः लक्षणं स्वीकृत्य तादृशव्याप्तिमान् हेतुः यस्मिन् पक्षे अस्ति इति तादृशमुक्तं साध्य अभाववत् अवृत्तित्वम् इतरभेद अभावव्यापकगन्धाभावप्रतियोगि प्रतियोगी गन्धाभावाभाववति इत्युक्ते अत्र साध्यं किम् इतरभेदः खलु इतरभेदः इति साध्यम् इतरभेद अभावः इत्युक्ते साध्य अभावः इत्युक्ते इतरभेद अभावः इतरभेद अभावस्य व्यापकः कः गन्धाभावः पुनः गन्धाभावप्रतियोगी कः गन्धाभाव प्रतियोगी गन्धः पुनः गन्धाभावाभावः इत्युक्ते गन्धः एव तादृशवति का पृथिवी इत्यस्मात् इयम् इतरभेदाभावव्यापकगन्धाभावप्रतियोगी गन्धवति इति बोधः निर्वहति इति सुष्ठुः सम्पद्यते उपनयजन्यबोधस्य अत्र किमर्थम् एतत् सर्वं वक्तव्यम् इति चेत् न इयं तथा इति अत्र व्यतिरेकरूपेण उक्तं तर्हि वस्तुतः अत्र गन्धाभावाभावः इत्यत्र एव हेतुत्वं सिद्ध्यति किन्तु गन्धः इत्युक्ते गन्धाभावाभावः इति अस्माभिः निरूपितम् इति कृत्वा तादृशगन्धवती पृथिवी इति पक्षे अन्ततो गत्वा सर्वं पतति इति आगच्छति अस्तु अत्र किमुक्तम् इति अस्माभिः अवगन्तुं शक्यते इति भाति हरिः ओम् अस्तु तर्हि अत्र आशयः कः इति चेत् न च इयं तथा इति उक्तं खलु तत् किमर्थम् एतादृशम् उक्तं तादृशमेव वक्तव्यं व्यतिरेकव्याप्तिस्थले तदा तादृशमेव उपनयवाक्यं भवेत् किन्तु तेन उपनयवाक्येन पृथिवी गन्धवती इति पक्षे हेतुः कथं निरूपितम् इत्यर्थम् एतत् सर्वम् उक्तमस्ति अस्तु समयः जातः अत्र स्थगयेम। किन्तु सर्वे एकवारं पठन्तु, अत्र आशयः कः इति प्रायः अस्माभिः अवगतम् इत्येव अस्ति, किन्तु अत्र किञ्चित् जाटिल्यम् अस्ति इति कृत्वा एतादृशम् उक्तम्। विस्तरस्तु अवयवग्रन्थात् अनुसन्देहः, अवयवग्रन्थः इत्युक्ते अवयवलक्षणी इति कश्चन ग्रन्थः अस्ति, यत्र अत्र चतुर्दशलक्षणानि मया उक्तं खलु व्याप्तेः, अपि च पञ्चलक्षणानि, तत्सर्वम् अवयवलक्षणी इत्यस्मिन् ग्रन्थे चिन्तितमस्ति, ततः अनुसन्देहः इति उक्तम्। किन्तु अस्माभिः बुद्धम् इति भाति, तर्हि अत्र स्थगयेम। सर्वेभ्यो नमस्कारः, धन्यवादः।